नमः सर्वेभ्यः. अस्माकं व्याकरणवर्गे भवतां सर्वेषां स्वागतम्. अस्माकं विषयः अस्ति अदादिगणः अजन्तदातवः इति विषयः अनुवर्तते. तत्र ऊर्णु इति धातोः, ऊर्णु आच्छादने इति धातोः विषये चिन्तनम् आरब्धमासीत्. तत्र ऊर्णुधातुः अपि उदन्तः अस्ति, उदन्तः अस्ति इति कृत्वा उतो वृद्धिर्लुकि इति सूत्रस्य प्रसङ्गः भवति. हलादिपिति उतो वृद्धिर्लुकि हलि इत्यस्य प्रसङ्गः भवति, परन्तु तत् सूत्रं प्रबाद्य तत्र हलादिपिति ऊर्णुधातोः उकारस्य विकल्पेन वृद्धिः भवति. ऊर्णोतेर्विभाषा इति सूत्रं, तदर्थं तत्र रूपद्वयं भवति. ऊर्णुयोगः अति वृद्धिः भवति, ऊर् उकारस्य वृद्धिः औकारः ऊर्णौति इति एकं रूपम्, अन्यस्मिन् पक्षे गुणः भवति ऊर्णोति इति रूपम् इत्युक्ते सर्वत्र उतो वृद्धिर्लुकि हलि इत्यस्य प्रसङ्गः, परन्तु अत्र तद् सूत्रं प्रबाद्य ऊर्णोतेर्विभाषा इति सूत्रं. तदनन्तरम् ऊर्णुधातोः उकारस्य गुणः भवति अपृक्ते हलादिपित् सार्वधातुकप्रत्ययपरे इति लङि अपृक्तसंज्ञकप्रत्ययः यदा भवति हलादिपिति, तत्र ऊर्णधातोः गुणः भवति, उकारस्य गुणः भवति. तत्तु लङ्लकारस्य प्रथमपुरुषे एकवचने अपि च मध्यमपुरुषे एकवचने एतादृशकार्यं भवति, गुणः जायते. तर्हि तत्र ऊर्णोधातोः तत्रापि हलादिपित् अस्ति इति कृत्वा उतो वृद्धिर्लुकि हलि इत्यस्य प्रसङ्गः भवति. तत् सूत्रं प्रबाद्य गुणोऽपृक्ते इति सूत्रेण गुणः एव भवति, न तु वृद्धिः भवति. उतो वृद्धिर्लुकि हलि इत्यनेन वृद्धिः न भवति. ऊर्णोतेर्विभाषा इत्यत्र उतो वृद्धिर्लुकि हलि इत्यनेन एव वृद्धिः भवति खलु. पुनः किमर्थं वृद्धिः इति वदति चेत् तत्र विकल्पेन वृद्धिः भवति, इत्युक्ते एकस्मिन् पक्षे गुणः अपि भवति इति वक्तव्यं. तदर्थम् ऊर्णोतेर्विभाषा. अपृक्तसंज्ञकः हलादिपित् प्रत्ययः अस्ति चेत् ऊर्णोतेर् विभाषा इत्यस्य प्रसङ्गः यद्यपि भवति, परन्तु इत्युक्ते प्रथमतया उतो वृद्धिर्लुकि हलि इत्यस्य प्रसङ्गः, तत् प्रबाद्य ऊर्णोतेर्विभाषा, तदपि प्रबाद्य गुणोपृक्ते इति सूत्रेण गुणः भवति. अन्यत् सर्वमपि यु धातुः इव अजादि अपिति आशिष्णुधातु ब्रुवां द्वर्यङ् अङ्गौ इति तु यथा सामान्यं भवति एव. तर्हि इदानीं रूपाणि अस्माभिः साधितानि, तर्हि इदानीम् अत्र सूत्राणि पठनीयानि. तर्हि सरस्वती भगिनी पठति वा सूत्रम् ऊर्णोतेर्विभाषा? आं भगिनि, ऊर्णोतेर्विभाषा सप्तमाध्यायस्य तृतीयपादस्य नवतितमसूत्रम्. ऊर्णुः धातोः उकारस्य विकल्पेन वृद्धिः हलादि सार्वधातुकप्रत्यये परे अलोङ्क्यस्य इत्यनेन अङ्गान्तस्य वर्णस्य स्थाने वृद्धि आदेशः. ऊर्णातेः षष्ट्यन्तं विभाषा प्रथमान्तं द्विपदमिदं सूत्रम्. उतो वृद्धिर्लुकि हलि इत्यस्मात् वृद्धिः हलि इत्यनयोः अनुवृत्तिः. ज्ञाभ्यस्ते स्याचि पिति सार्वधातुके इत्यस्मात् पिति सार्वधातुके इत्यनयोः अनुवृत्तिः. अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रमस्ति. ऊर्णातेः अङ्गस्य विभाषा वृद्धिः हलि पिति सार्वधातुके. तर्हि ऊर्णोतेर्विभाषा ऊर्णधातु कृते केवलमस्ति एतत् सूत्रम्. ऊर्णधातोः उकारस्य ऊर्णो धातु अस्ति, उकारान्त अस्ति, तत्र सामान्यतः सार्वधातुकप्रत्यये परे अस्ति चेत् गुणः भवति, परन्तु अत्र तत् प्रबाद्य ऊर्णोतेर्विभाषा अनेन सूत्रेण विकल्पेन वृद्धिः भवति. उतो वृद्धिर्लुकि हलि इत्यस्य एतस्य सूत्रस्य अपि कार्यमस्ति, इत्युक्ते उकारान्तधातुः अस्ति चेत् लुक् अस्ति चेत् तत्र शप् लुक् अस्ति चेत् तत्र गुणः प्रबाद्य वृद्धिः भवति. हल् प्रत्यये परे, परन्तु अत्र विकल्पेन वृद्धिः भवति अनेन सूत्रेण, अतः ऊर्णोर्तेर्विभाषा एवं सूत्रमस्ति. अत्र अङ्गस्य अधिकारे अस्ति, तत्र अलुन्त्यस्य इत्यनेन सूत्रेण एतस्य परिभाषा सूत्रस्य कार्यं भवति, तथा ऊर्णातेः ऊर्णोत्तेः षष्ट्यन्तं विभाषा प्रथमन्तं द्विपदं सूत्रम् उतो वृद्धिर्लुकि हलि इत्यस्मात् वृद्धिः तथा हलि अनुवृत्तिः भवति. पिति सार्वधातुके एतयोः अनुवृत्तिः नाभ्यस्तस्याचि पिति सार्वधातुके इत्यनेन सूत्रेण भवति, अतः अनुवृत्तिसहितसूत्रमस्ति ऊर्णोतेः अङ्गस्य विभाषा वृद्धिः हलि पिति सार्वधातुके. अग्रे पठानि किं भगिनि? सूत्रं पठितं खलु. हा, समीचीनं भगिनि. इदानीं पश्यामः एकवारं सूत्रं, सर्वेषां बोधः जातः वा न वा इति. ऊर्णोतेः, ऊर्णोतेः इति कीदृशरूपम्? ऊर्णोतेः इत्युक्ते षष्ट्यन्तम् प्रातिपदिकम् ऊर्णोर्तेः, ऊर्णोः ऊर्णोतेः, तर्हि ऊर्णो तथा ऊर्णोः ऊर्णोते इति भगिनि ते षष्ट्यन्तम् ऊर्णोति ऊर्णोति ततः ऊर्णोतेः एवम् ऊर्णोति इत्युक्ते किम्? ऊर्णो योग ति इत्युक्ते तत्र ऊर्णोति कः प्रत्ययः? तिप् प्रत्यय प्रथम नास्ति. न, तिप् अस्ति चेत्, तिङ् प्रत्ययः अस्ति चेत् कथं प्रातिपदिकं पदं भवति खलु? स्थिपानिर्देशः. अस्तु अस्तु, स्थिपानिर्देशः ऊर्णोति इति स्थिपानिर्देशः. तर्हि अत्र ऊर्णुधातुः अदादिगणीयधातुः, अतः शपः लुक् भवति, अतः उतो वृद्धिर्लुके हलि तस्य प्रसक्तिः. तत् कार्यं न कृतम् अत्र, अत्र केवलं गुणः एव कृतः, गुणकार्यमेव कृतम्. ऊर्णोतेः अङ्गस्य वृद्धिः भवति हलिपिति सार्वधातुके. हलिपिति सार्वधातुके इति सार्वधातुकप्रक्रियायां हलादिपिति इदं कार्यं भवति. अङ्गस्य अन्ते वृद्धिः इति वयं वदामः चेत् अङ्गस्य अन्ते वृद्धिः वा इति चेत् अत्र तु इकः वृद्धिः इत्युक्ते इको गुणवृद्धिः. इकोगुणवृद्धिः इति अत्र तु अलोन्त्यस्य इत्यनेन अङ्गान्तस्य वर्णस्य स्थाने वृद्धिः इति उक्तं, परन्तु वृद्धिः इति पदम् अत्र अनुवृत्तं चेत् अत्र उतो वृद्धिर्लुकि हलि इत्यत्र अपि अङ्गस्य वृद्धिः इति तावदेव उक्तम्. इत्युक्ते इकः वृद्धिः इति वक्तव्यं खलु, किमर्थम् अलोन्त्यस्य? यत्र वृद्धिः इति वयं वदामः अन्तिम अल् केवलं, न तु एवं वा? न अत्र प्रश्नः अस्ति, अलोन्त्यस्य इत्यनेन अन्तिमवर्णस्य स्थाने वृद्धिः इति वक्तव्यं वा, नो चेत् इकोगुणवृद्धि इत्यनेन वृद्धिः यत्र अस्ति इकः एव वृद्धिः भवति इति वयं वक्तव्यं वा इति प्रश्नः आयाति. तर्हि यथा भवती वदति इकः इति वयं वदामः चेत् अत्र इक्वर्णद्वयमस्ति खलु, इक्वर्णद्वयमस्ति वा किम् अस्ति? ऊर्णोतेः इति वयं वदामः चेत् तर्हि ऊर्णुः इत्यत्र इक्वर्णद्वयमस्ति खलु? इक्वर्णद्वयम् अस्ति चेत् कस्य इक्वर्णस्य भवति इति वक्तव्यं, क्लेशः अस्ति खलु? अतः एव अलोन्त्यस्य. अतः अलोन्त्यस्य इति उक्तं, नो चेत् अनेते इकोगुणवृद्धिः इत्यस्य इति परिभाषायाः प्रयोगः भवति, परन्तु अत्र इकोगुणवृद्धिः इति परिभाषायाः प्रयोगः न कृतः. अत्र संशयः जायते, इकोगुणवृद्धिः इत्यनेन अपि संशयः जायते, अपि तर्हि इकवर्णद्वयम् अस्ति तर्हि कस्य इति संशयः जायते, तदर्थम् अलोन्त्यस्य इति अन्तिमवर्णस्य आदेशः. अस्तु समीचीनम्. तर्हि इदानीम् अग्रे गच्छामः. तर्हि मीना भगिनी, अत्र अपृक्ते एकाल्पृत्यः गुणप्रत्ययः सूत्रद्वयम् वदामि भगिनि. अपृक्त एकाल्प्रत्ययः यस्य प्रत्ययस्य एकैव अल् तस्य अपृक्तसंज्ञा भवति. एकश्च असौ अल् एकाल् कर्मधारयः अपृक्तप्रथमान्तम् एकाल् प्रथमान्तं प्रत्ययः प्रथमान्तं त्रिपदभेदं सूत्रं सूत्रं स्वयं सम्पूर्णं एकाल् प्रत्ययः अपृक्तः यस्मिन् प्रत्यये एक एव अल् अल् वर्णः अस्ति चेत् कोऽपि वर्णः तत्र स्वरं वा व्यञ्जनं वा तत्र तस्य नाम अपृक्त इति संज्ञासूत्रं भवति. तत्र एक प्रत्ययस्य एक एव अल् अस्ति चेत् तत्र अपृक्तः इति उक्तम्. अग्रे गच्छामि वा? गुणो अपृक्ते गुणो ऊर्णु धातोः उकारस्य गुणः एव भवति न तु वृद्धिः. अपृक्ते अपृक्ते हलादिपित् सार्वधातुकप्रत्यये परे अपृक्ते हलादिपित् सार्वधातुके प्रत्यये परे ऊर्णु धातोः उकारस्य गुणः एव भवति न तु वृद्धिः. यदा उतो वृद्धि लुके हरिप्रत्यये इति सूत्रेण तत्र बाध्य गुणो गुणो अपृक्त अपृक्त प्रत्यये एक एव अल् अल् वर्णः आगच्छति चेत् तत्र अपृक्ते हलादिपत् सार्वधातुकप्रत्यये परे अलोन्तस्य इत्यनेन अङ्गान्तस्य वर्णस्य स्थाने गुणादेशः. तत्र गुणः प्रथमान्तम् अपृक्ते सप्तम्यन्तं द्विपदमिदं सूत्रम् उतो वृद्धि लुकि हलि इत्यस्मात् हलि इत्यस्य अनुवृत्तिः न अभ्यस्तस्य अचि पिति सार्वधातुके इत्यस्मात् पिति सार्वधातुके इत्यनयोः अनुवृत्तिः ऊर्णोते विभाषा इत्यस्मात् ऊर्णोतेः इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्ति सहितसूत्रम् ऊर्णोतेः अङ्गस्य गुणः हलि पिति अपृक्ते सर्व सार्वधातुके. अत्र ऊर्णोतेः ऊर्णुधातोः उकारस्य वयं पठितं तत्र उतो वृद्धिः लुकि हि लुकि हलि पिति इति सूत्रेण लुकि हलि पिति इति सूत्रेण. परन्तु अपृक्त प्रत्ययः आगच्छति चेत् एक एव अल् वर्णः आगच्छति चेत् तत्र गुणः भवति वृद्धि अपेक्षया तत्र गुणः भवति. तत्र अपृक्ते हलादिपि तत्र अलोन्तस्य इत्यनस्य अङ्गान्तस्य वर्णस्य स्थाने गुणादेशः गुणः कुत्र भवति इत्युक्ते यदि अङ्गमस्ति ऊर्णु इति अत्र तस्य अन्तिमवर्णस्य तस्मिन् स्थाने तस्य स्थाने गुणः आदेशे भवति. यदा अपृक्त हल् वर्णः प्रत्ययरूपे आगच्छति चेत् गुणः प्रथमान्तम् अपृक्ते सप्त अपृक्ते हल् इति युक्ते तत्र सप्तम्यन्तमस्ति तत्र परं कार्यं तत्र परं निमित्तं पूर्वकार्यं द्विपदमिदं सूत्रम् उतो वृद्धि लुकि हलि इत्यस्मात् हलि इत्यस्य अनुवृत्तिः भवति. तत्र न अभ्यस्तात् अचि पिति सारुदात्के इत्यस्मात् पिति इति पिति सारुदात्के इत्यनयोः अनुवृत्ति भवति. ऊर्णोत्तरविभाषा इत्यस्मात् ऊर्णोतेः इत्यस्य अनुवृत्तिः अङ्गस्य इति अधिकारः अनुवृत्तिसहितसूत्रम् ऊर्णोतेः ऊर्णु इति धातोः षष्ट्यन्तं तत्र अङ्गस्ता तादृश अङ्गस्य गुणः हलादौ पिति पिति प्रत्यये अपृक्ते प्रति प्रत्यये अस्ति. हलादि पित्तपि अपृक्तमपि दातव्यं तत्र सार्वधातुकप्रत्यये अपि च सप्तमी विभक्ति अपृक्ते सार्वधातुके हलीपिति तादृशप्रत्ययः गच्छति चेत् ऊर्णोतेः अङ्गस्य गुणः भवति, वृद्धि प्रभात्य तत्र गुणं भवति. एवं वा? समीचीनं समीचीनं. तर्हि अत्र अपृत्येकाल् प्रत्ययः इति सूत्र कीदृशसूत्रम् अपृत् किं किं भगिनि अपृक्त एकाल् प्रत्ययः इति सूत्रं कीदृशसूत्रं संज्ञासूत्रं भवति भगिनि? संज्ञासूत्रं सम्यक् सम्यक्. तर्हि एकाल् प्रत्ययम् उद्दिश्य अपृक्त इति संज्ञा विधीयते. एकाल् इत्युक्ते एक यत्र एकः एव अल् वर्णः अस्ति सः एकाल्, तादृशप्रत्ययस्य अपृक्तसंज्ञा भवति. तर्हि गुणोपृक्ते इति किं वदति इति चेत् हलिपिति अपृक्ते इति अस्ति. हलिपिति अपृक्ते सार्वधातुके इति एतानि सर्वाणि विशेषणानि सार्वधातुके प्रत्ययस्य विशेषणानि सार्वधातुके प्रत्यये एतानि सर्वाणि विशेषणानि ऊर्णोतेः अङ्गस्य गुणः भवति. अत्रापि इको गुणवृद्धिः इत्यस्य प्रसङ्गः भवितुम् अर्हति, परन्तु तथा भवति चेत् पुनः संशयः जायते. तदर्थम् अलोन्त्यस्य इत्यनेन अन्तिमवर्णस्य स्थाने गुणादेशः भवति. तर्हि इदं कार्यम् उतो वृद्धिर्लुकि इति सूत्रं प्रबाद्य, अनन्तरम् ऊर्णोतेर्विभाषा इति सूत्रमपि प्रबाद्य इदं कार्यं भवति. ओके, तर्हि इदानीं अस्माभिः सम्पूर्णतया रूपाणि न साधितानि खलु गतवर्गे? रूपाणि न कृतम्. अनु रूपाणि न कृतं खलु. तर्हि इदानीम् अत्र इदानीम् अत्र यानि सूत्राणि पठितानि तानि स्पष्टानि खलु? अत्र सूत्रद्वयं, तर्हि रूपं साधयामः वा इदानीम्? अत्र कः वदति? उषा भगिनी वदतु. लटि अस्तु भगिनि, प्रयत्न ऊर्णु धातुः लटि ऊर्णु धातुः लटि ऊर्णुयोगः ति ऊर्णुयोगः ति पित् प्रत्ययः वृद्धिः अपि भवति गुण अपि भवति. वृद्धिः भवति उतो वृद्धिर्लुकि हलि इत्यनेन, गुण भवति ऊर्णोतेर्विभाषा इत्यनेन. ऊर्णुयोगः ति ऊर्णौति वृद्धि भवति, ऊर्णोति इति गुणः भवति. अनन्तरम् ऊर्णुयोगः तितः तः अपित् प्रत्ययः, अपित् प्रत्ययः गुणा नास्ति वृद्धिः अपि नास्ति खलु. वृद्धिः उतो वृद्धिर्लुकि हलि, उतो वृद्धिर्लुकि हलि इत्यनेन तः तः ऊर् क्षम्यतां भगिनि, तः अपित् प्रत्ययः, अपित् प्रत्ययः इत्यनेन वाट् हेपन्स् नो नो गुण वृद्धिः अपि न भवति. ऊर्णुतः ऊर्णुतः एव ऊर्णौति ऊर्णोति ऊर्णुतः. अनन्तरम् अन्ति ऊर्णुयोगः अन्ति अचिष्णुधातु ब्रुवामि बोरियङ् उवङ्गौ इत्यनेन उकारस्य स्थाने उवङ् आदेशः भवति. ऊर्णु उकारस्य उव् ऊर्णुवन्ति ऊर्णुवन्ति इति भवति. अनन्तरम् ऊर्णुयोगः सि अपित् प्रत्ययः, अपित् प्रत्ययः इत्यनेन वृद्धिः अपि भवति गुणा अपि भवति. हलादि इत्यपि अस्ति, हलादिपिति प्रत्यये परे ऊर्णौषि, अनन्तरम् ऊर्णोषि इत्यपि अस्ति. अनन्तरं तहत ऊर् परिवर्तनं नास्ति, ऊर्णुतः ऊर्णुत. अनन्तरं ऊर्णुयोगः मि पित् प्रत्ययः ऊर्णोमि ऊर्णौमि, द्वयोः रूपद्वयम् अस्ति. ऊर्ण वहमः अपित् प्रत्ययः, अपित् प्रत्ययः हलादि अचिष्णुदातु ब्रु अचिष्णु अपि नास्ति. ऊर्णुवः ऊर्णुमः एव. भगिनि समेतं सम्यक् सम्यक् भगिनि, समीचीनं। तर्हि इदानीं लोट् लकारः विजया भगिनी करोति वा? मम ध्वनिः उच्चैः श्रूयते वा भगिनि? ऐ एम् रिड्यूस्ड् द वाल्यूम्। आमां बहु उच्चैः अस्ति, भवत्याः मीना भगिन्याः अपि अहं सर्वदा वाल्यूम् रिड्यूस् करोमि। अस्तु अस्तु, क्षम्यताम्। नास्ति चिन्ता, अस्तु। वदति वा विजया भगिनी, अस्ति वा? आं महोदय, नमस्कारः। नमस्कारः। इदानीं लोट् खलु महोदय? महोदय, आमां लोट् लकारः। लोट् लकारः तु पूनु इति धातु अस्ति, अनन्तरम् अत्र तात् तु तात् इति अस्ति। इदानीमत्र किमपि कार्यं नास्ति एव, एतत् तु इति चित् अस्ति, अत्र वर्णमेलनमेव ऊर्नो तु इति। न न न न न, ऊर्नो तु इति प्रत्ययः न, तथा नास्ति। तु इति प्रत्ययः पित् प्रत्ययः अस्ति खलु? आम् महोदय, अतः तत्र ऊकारस्य स्थाने ओकारः भवति, सार्वधातुक अर्धधातुकयोः, अतः ऊर्नो इति भवति, तु योजनेन ऊर्नो तु इति भवति। न, तावदेव इति न, तावद् नास्ति। अत्र इदानीं विशिष्टसूत्राणि पठितानि खलु, इत्युक्ते अत्र ऊर्णधातोः विषये विशिष्टसूत्राणि सूत्रद्वयं पठितं, तर्हि तस्य विषये चिन्तनं करणीयं खलु? ऊर्णतोर्विभाषा इति, ऊर्णोतेर्विभाषा, हा, ऊर्णतेर्विभाषा इत्युक्ते अत्र उकारस्य स्थाने वृद्धिः वा हलादिपित् अस्ति चेत् अत्र सार्वधातुकप्रत्ययपरे भवति एव, वृद्धिः भवति एव विकल्पेन, विकल्पेन एकस्मिन् पक्षे वृद्धिः भवति, अन्यस्मिन् पक्षे गुणः एव भवति खलु महोदय? अतः तत्र रूपद्वयं, रूपद्वयं भवति, ऊर्णो तु, अनन्तरं ऊर्णुतु इति भवति, न ऊर्णुतु इति न, ऊर्णौ तु, ऊर्णोतु, नौ इति वृद्धिः भवति, ऊर्णौ तु, ऊर्णोतु, एकस्मिन् पक्षे वृद्धिः, अन्यस्मिन् पक्षे गुणः। आं महोदय, ऊर्णौ तु, ऊर्णोतु इति भवति। अनन्तरं तात् इति अस्ति, तत्र अपि तात् इति अपि अस्ति खलु महोदय, अतः तत्र किमपि कार्यं नास्ति, गुणः वा वृद्धिः वा न भवति एव, अतः तत्र ऊर्णुतात् एव भवति। अनन्तरम् अत्र ताम् अस्ति, ताम् एतदपि इत्युक्ते अहमेवमेव वदामि, ऊर्णुतात् इति यदा भवति तदानीं पदान्ते जल् अस्ति इति कृत्वा जलां जसोन्ते इत्यस्य कार्यं तु भवति, जलां जसन्तु एकस्मिन् पक्षे जलां जसोन्ते भवति ऊर्णुतादिति, अनन्तरम् अत्र वावसाने इत्यनेन ऊर्णुतात् इति भवति, हा इति अस्ति। इदानीम् अत्र ताम् अस्ति, एतदपि अपित् अस्ति, अतः गुणवृद्धिः निषेधः भवति, अनन्तरम् अत्र ऊर्नु योगः तां वर्णमेलनमेव ऊर्नु ताम् इति भवति। अनन्तरम् अन्तु अस्ति, अन्तु अत्र अन्तु ऊर्नु अन्तु अजादि अजादि अपित् अस्ति, इदानीमेव दृष्टवन्तः अत्र अजिष्णु धातु गुरुवाङ् युवर् इयङ् उवङ्गौ इत्यनेन ऊस्थाने उवङ्ग् ई स्थाने इयङ् भवति, इदानीमत्र ऊर्नु इदानीमत्र उकारस्य स्थाने वकारः भूत्वा ऊर्नु, अनन्तरम् ऊर्णौ अन्तयोजनेन ऊर्णवन्तु इति भवति। इदानीमत्र मधिमपुत्रे एकवचने हि अस्ति, अत्र हि इति चित् अस्ति, किमपि कार्यं नास्ति, वर्णमेलनमेव ऊर्नु हि इति भवति. इदानीं पूर्वं दृष्टवन्तः अत्र जलं दृश्यन्ते, अनन्तरं वा अवसाने इति भूत्वा एकस्मिन् पक्षे ऊर्नुत्थाद् अनन्तरम् ऊर्नुत्थात् इति भवति, अनन्तरं तम् ऊर्नुतम् ऊर्नुत इति भवति, अनन्तरम् आने आव आम अस्ति. अत्र आने स्थाने अत्र एतत्तु चित् अस्ति, अतः गुणकार्यं भवति. पूर्वं दृष्टवन्तः सार्वधातुक अर्धधातुकयोः इत्यनेन गुणः भवति, अतः ऊर्णो इति भवति ऊर्णो. अनन्तरम् अत्र ऊर्णो ऊर्ण आनी इति अस्ति. इदानीमत्र ऊर्णो उकारस्य स्थाने एचो एव यवः इत्यनेन अवादेशः भवति, अतः तत्र ऊर्णवाणी इति भवति. आनी योजनेन ऊर्णवाणी ऊर्णवाणी तदेव. अत्र अपि आव आम अस्ति, तत्र अपि तदेव भवति. किं भवति? ऊर्णवाव ऊर्णमाव ऊर्णवाव ऊर्णमा ऊर्णवाव ऊर्णवाम इति भवति. सम्यक् सम्यक् समीचीनम्. अस्तु लक्ष्मी भगिनी अग्रे लङ्गि. आं भगिनि वदामि. ऊर्णो इति धातुः लङ्लकारे तु ताम् अन्न इति प्रत्ययः, प्रथमपुरुष प्रत्ययः. अत्र किं स्मर्तव्यम् इति चेत् तु इति अपृक्तसंज्ञकः अस्ति, हलादि अस्ति, पित् अस्ति, किन्तु अपृक्तसंज्ञकः अस्ति. प्रथमं तु वृद्धिः स्यात् विभाषेण, ऊर्णोतेर्विभाषेत्यनेन विभाषा इत्युक्ते अन्यतरस्य विकल्पेन वृद्धिः अपि स्यात्. किन्तु अत्र पृथक् सूत्रमस्ति गुणोपृक्ते इति सूत्रेण, अपृक्तसंज्ञकः परे अस्ति चेत् गुणः भवति इति कारणात् ऊर्णोयोग इत्यत्र तत् पूर्वं अडाग्लकारे अडागमः चिन्तनं करणीयं खलु. आम् आम्, अत्र आट् आगमः भवति, यतोहि ऊकारः अजादिः अस्ति, आड् अजादीनाम् इत्यनेन आट् आगमः. आमयोग ऊ अत्र आट्टश्च इत्यनेन वृद्धिकार्यम् आट् आगमः इति कारणात् औ इति और् और्णु इति स्यात् अङ्गं, नूतनाङ्गम् और्णु इति स्यात्. और्णुयोगतु इत्यत्र गुणोपृक्ते इति सूत्रेण गुणकार्यं सम्भवति, अतः और्णुयोगत् उकारस्य ओकारादेशः और्णोत् वावसाने इत्यनेन और्णो क्षम्यता जलां जिषन्ते इत्यनेन और्णोद् इति रूपद्वयम्. और्णुयोगताम् इत्यत्र हलादि अस्ति किन्तु अपित् अस्ति इति कारणात् अत्र वृद्धिः न भवति, गुणः अपि न भवति. और्णुताम् और्णुयोग अन् इत्यत्र इत्यत्र तु अचिष्णुधातुपूर्वं युवर्यङ्गवङ्गौ इत्यनेन उवङ् आदेशः भूत्वा अवर्णुवन् इति रूपम्. और्णुयोग इहि इति किम् अस्ति प्रत्ययः? उर्णुयोग इहि एव खलु, स इति अस्ति. स इति अपि अपृक्तसंज्ञकः अस्ति, अतः गुणोपृक्ते सूत्रेण गुणकार्यं सम्भवति. और्णुयोग स इति अत्र और्णो और्णो स इति पुनः ऋत्वैसर्गकार्यमपि भूत्वा अवर्णोः अवर्णोः इति रूपम्. अवर्णुयोगतम् इत्यत्र हलादि अपित् अस्ति, केवलं वर्णमेलनम् अवर्णुतम्. अवर्णुयोगता इत्यत्रापि समानं वर्णमेलनम् अवर्णुता. अवर्णुयोग अम् इत्यत्र पित् अस्ति किन्तु अजादिपित् अस्ति, अतः अतः अत्र अजादिपित्तस्य गुणकार्यं गुणकार्यं सम्भवति और्णु इत्यस्य और्णो यचो यवायावः और्णव् पुनः और्णवम् इति अन्तिमरूपम् और्णुयोग वा इत्यत्र हलादि अपित् केवलं वर्णमेलनम् और्णु वा अन्तिमम् और्णुमा इत्यपि समानप्रक्रिया भगिनि सम्यक् भगिनि समीचीनं सम्यक् उक्तवती समीचीनं धन्यवादः धन्यवादः तत्र प्रथमपुरुषे एकवचने रूपद्वयम् उक्तवती वा उक्तवती भगिनि और्णोत् और्णोत् हा जलं दिशन्ति इत्यनेन और्णोत् च अस्तु सम्यक् तर्हि इदानीं विधिलिङ्गकारः किम् अरुणा भगिनी वदति वा आं भगिनि विधिलिङ्ग् तस्य सर्वे हलादि अपि अस्ति केवलं वर्णमेलने एव ऊर्णुयात् ऊर्णुयाताम् ऊर्णुयुः युः ऊर्णुयाः ऊर्णुयातम् ऊर्णुयात ऊर्णुयाम् ऊर्णुयाव ऊर्णुयाम ऊर्णुयाम ओके सर्वे अपित् अस्ति न इति वयं सर्वे तथा वदामः सर्वे अपितः सन्ति सन्ति सर्वे अपितः सन्ति इति वक्तव्यम् अस्तु समीचीनं भगिनी धन्यवादः इदानीं लटि लटि सूर्यकुमारी भगिनी आत्मनेपदी रूपाणि वदति वा अस्ति वा भगिनी सूर्यकुमारी भगिनी अस्ति वा भगिनी आं भगिनि अस्ति वदतु लटि आत्मनेपदिदा प्रत्ययाः सर्वे अपित् प्रत्ययाः सन्ति अङ्गमस्ति ऊर्णु ऊर्णुयोगः ते तत्र ऊर्णुते ऊर्णुते भवति ऊर्णुयोगः आते तत्र अपित् प्रत्यये अतिस्नुद्रातिभुवं युवो रङ् व्योङौ इत्यनेन ऊव आदेश भवति ऊर्णुवाते भवति ऊर्णुवते बहुवचने मध्यमपुरुष से प्रत्यय अपि अपित् प्रत्यय ऊर्णुषे भवति ऊर्णुवाते ऊर्णुद्वे ऊर्णुयोगः ये अतिस्नुद्रातुभ्रुवम् इत्यनेन ऊर्णुवै भवति क्षम्यताम् ऊर्णुवे भवति ऊर्णुवे ऊर्णुवे भवति ऊर्णुवहे तत्र वर्णमेलनमेव ऊर्णुवहे ऊर्णुमहे सम्यक् सम्यक् अस्तु लोटि उमा भगिनी वदति वा वदामि भगिनि वदामि ऊर्णुताम् ऊर्णुवाताम् ऊर्णुवताम् ऊर्णुवाताम् ऊर्णुध्वम् ऐ आवहे आमहे तिक् प्रत्ययः तस्मात् वृद्धिः भवति गुण अपि भवति न किं वृद्धिः भवति गुणः अपि भवति कथं पित्प्रत्ययः परन्तु कीदृशः हलादिः वा अजादिः वा ओ अजादिः अजादिः सोरि ऐ सर्वम् अजादिः सोरि सो गुण भवति ऊर्णु प्लस् ऐ ऊर्णु प्लस् ऐ ऊर्णवे न ऊर्णु प्लस् ऐ इदानीं किं भवति वृद्धिः भवति वा गुणः भवति वा किं भवति संशयः अस्ति. वृद्धिः हलादि एव, हलादिपिति एव वृद्धिः भवति खलु, किमर्थं संशयः? अजादिपितिः चेत् गुणः एव भवति. ऊर्णवावहै एव उक्तवती वा? ऊर्णवामहे. अस्तु, समीचीनं, धन्यवादः. इदानीं लङ्गी शोभा भगिनी. आं भगिनी, लङ्गी अपितः प्रत्ययः ऊर्णु योगः ता तत्र अस्तु. इदानीं अट्टागमः भवति हलादिप्रत्यये परे, अडागमः अट् योगः. न, किमर्थम् अडागमः हलादिप्रत्यये परे अडागमः इति किमर्थम्? न, लङ्गि लङ्गि कः आगमः? लङ्गि तत्र अजादि चेत् आडागमः, नो चेत् अट् एव आगमः खलु? नो चेत् नो चेत् इति न, नो चेत् इति न, अत्र तु अजादिः अस्ति इति कृत्वा एकमेव नो चेत् इति किं कुत्र? अत्र अजादिधातुः खलु, धातुः, ओ धातुः अजादि अस्ति, अस्तु. किन्तु तत्र अजादिप्रत्यये परे आडागमः भवति खलु भगिनि? न न न न न, प्रत्ययस्य विषयः एव नास्ति. लुङ् लङ् रिङ्ग् वडुदातः इति लुङ् लकारं निमित्तीकृत्य तत्र अडागमः भवति सामान्यतया लुङ् लकारे लुङ् लङ् रिङ्ग्षु. अनन्तरम् आडाजादीनाम् इत्यनेन लुङ् लङ् रिङ्ग्षु एव अजादि अङ्गमस्ति चेत्, अजादिधातुः अस्ति चेत् आडागमः. अस्तु अस्तु, आम्, अजादिधातुः ऊर्णिति धातुः, तर्हि तत्र आडागमः भवति. तर्हि आट् योगः ऊर्ण धातुः, ऊर्ण योगः ता, इदानीं अकार इकारयोः तत्र वृद्धिः आडागमस्य अनन्तरम् आडजादि, न न, किं तत्र आडजादीनाम् आटश्च इत्यनेन वृद्धिः. तर्हि किं भवति? ऐ भवति खलु, औ ऐ औ भवति, औ भवति, आम्, आयोगः उ औ भवति. औ और्णु इति, और्णु इति धातुः अङ्गम्, और्णु इति अङ्गम्. आट् योगः ऊर्णु और्णु इति भवति, और्णु योगः ता और्णुता इति. सम्यक् खलु भगिनि? आमाम्, और्णुता. अस्तु, इदानीम् आताम् और्णु योगः आताम् तत्र किं भवेत्? और्णु योगः आताम् तत्र गुणः तु न भवति, किन्तु इदानीं तत्र कुत्रापि पितः न सन्ति इत्यनेन गुणः, गुणवृद्धेः प्रसक्तिः, गुणस्य प्रसक्तिः नास्ति. किन्तु तर्हि अचिष्णु आगच्छति यदा, हा, गुणस्य प्रसक्तिः नास्ति, अचिष्णु धातु ब्रुवाम् इति सूत्रम् आगच्छति. अचिष्णु धातु ब्रुवाम् इत्यनेन तत्र वृद्धिः. तर्हि और्णु योगः आताम् अचिष्णु धातु ब्रुवाम् इत्यनेन, क्षमतां क्षमताम्, अचिष्णु धातु ब्रुवाम् इत्यनेन इयङ् उवङ् आदेशः, उकारः अस्ति, उवङ् आदेशः भवति और्णु इत्यस्य. इत्युक्ते तत्र और्णु और्ण योगः उवङ् उव् और्ण योगः उ और्णुवताम् और्णुवताम् वाताम् और्णुवाताम्, आम्, और्णुवाताम् इति तत्र भवति चेत् और्णुवत इति बहुवचने भवति. और्णु योगः थाः तत्र तु और्णु थाः एव. आथाम् इत्यत्रापि तदेव और्णु योगः आथाम् इत्यत्र अचिष्णुधातु ब्रुवाम् इत्यनेन उवङ्गादेशः और्णुव् योगः आथाम् और्णुवाथाम् और्णुध्वं तत्र तावदेव और्णुध्वम् इति भवति और्णुयोगः इ इदानीं पुनः अजादि अतः तत्रापि अचिष्णुधातु ब्रुवाम् इत्यनेन और्ण उव् योगः इ और्णवि इति भवति और्णवीन और्णु एकक्षणम् और्णु योगः तत्र उ इति तु भवति और्ण और्णुव् और्णुवि किम् उक्तवती अहम् और्णवि क्षम्यताम् और्णुवि और्णुवि भवति और्णुयोगः वहि और्णुवहि और्णुयोगः महि और्णुवहि समीचीनं सम्यक् धन्यवादः धन्यवादः भगिनि हा समीचीनं तर्हि लङ्लकारे कः वदति किम् उषा भगिनी वदतु लङ् अभवत् खलु भगिनि विधिलिङ्ग् विधिलिङ्ग् विधिलिङ्ग् लकार क्षम्यता अस्तु भगिनि विधिलिङ्ग् लकार सर्वे अजादि अपित् प्रत्ययाः सन्ति अपित् प्रत्ययाः सन्ति इत्यनेन अचिष्णुदादु ब्रुवाम् इवोरिङ् वङ्गौ इति सूत्रमेव कार्यं करोति ऊर्णुयोगः ईत ऊर्णुयोगः ईत उवङ्ग् आदेशः भवति अन्तिमधातु अन्तिम उकारस्य स्थाने उब् इति आदेशः भवति ऊर्णुवीत ऊर्णुवीयाताम् ऊर्णुवीरन् ऊर्णुवीताः ऊर्णुवीया ताम् ऊर्णुविध्वम् ऊर्णुवीय ऊर्णुवीवहि ऊर्णुवीमहि सम्यक् सम्यक् समीचीनं धन्यवादः धन्यवादः उक्तवती उक्तवती तर्हि इदानीम् ऊर्णुधातुः इति विषयः समाप्तः तर्हि इदानीम् अग्रे रू शब्दे इति धातुः सरस्वती भगिनी अग्रे गच्छतु आं भगिनि पठानि किं रू शब्दे इति धातु सुरुसुषम्यम्मः सार्वधातुकी सप्तमाध्यायस्य तृतीयपादस्य पञ्चनवतिसूत्रं पञ्चनवतितमसूत्रमस्ति तु रु स्तु षम् अम् एभ्यः एभ्यः धातुभ्यः फलादि सार्वधातुकतिङ्प्रत्ययस्य विकल्पेन ईट् आगमः भवति प्रत्ययः पित्वा अपित्वा हलादिः अस्ति चेत् इडागमस्य विकल्पः प्रत्ययः पित्वा अपित्वा हलादिः अस्ति चेत् इडागमस्य विकल्पः अस्तु तर्हि एतत् सूत्रं नूतनं सूत्रमस्ति धातु अस्ति तु अथवा रु अथवा तु अथवा सम् तदनन्तरम् अम् अन्यम् सम् अम् एभ्यः धातुभ्यः तर्हि एतेषां धातूनां कृते हलादि सार्वधातुकतिङ्प्रत्ययस्य हलादि अस्ति चेत् प्रत्यय हलादि अस्ति चेत् सार्वधातुकतिङ्प्रत्ययस्य विकल्पेन इडागमः भवति ईड् आगमः प्रत्ययः चित्वा अपित्वा कथमपि चलति परन्तु हलादि अस्ति चेत् हलादि अस्ति चेत् ईडागमस्य विकल्पः अस्ति ईडागमः नास्ति चेत् तर्हि द्यूधातुः इव रूपाणि भवन्ति इत्युक्ते यू वयं दृष्टवन्तः यू किमपि मिश्रणयोः किमपि एकवारं पश्यामि यू धातु यौ इति भवति तत्र यू हा मिश्रणे अमिश्रणे च एवमस्ति तर्हि यू धातु इव भवति इडागमः नास्ति चेत् तर्हि यू धातुः इव रूपाणि भवन्ति रू योगति रौति येन सूत्रेण रौति उतो वृद्धि लुके हलि उकारान्तधातुः अस्ति, अतः पित् प्रत्ययः अस्ति चेत् तत्र सार्वधातुकार्धधातुकयोः इत्यस्य सूत्रं बाधित्वा तत्र उतो वृद्धिर्लुके हलि भवति, अतः तत्र वृद्धिः भवति, रौ भवति, रौति. रुयोगः सः तत्र तु कार्यं नास्ति, केवलं ऋतः. रुयोग अन्ति अत्र रुवन्ति, अत्र अपित् अस्ति परन्तु अजादि प्रत्ययः अस्ति, अतः चिष्णुधातु भवान् युव ऋणुवङ्को अनेन ऋवङ्ग आगच्छति उ स्थाने, अतः रेफयोग उ योग अन्ति अतः रुवन्ति भवति. परन्तु एतत्तु विकल्पेन ईडागमः भवति, तर्हि ईडागमः भवति चेत् किं भवति इत्युक्ते पक्षे अत्र रुयोगति, अत्र रुयोग ईट् योग ति, यतोहि अत्र हलादिः अस्ति, अतः ईडागमः भवति. अतः अत्र तकारस्य इत् भूत्वा केवलम् ई अवशिष्यते, अतः रुयोग ईति ते हलादिः पित् अस्ति आसीत्, अतः उतो वृद्धिर्लुके हलि इत्यनेन वृद्धिः भवति स्म. अधुना प्रत्ययः ईति जातः, अस्मिन् तिपः पित्वं तु अस्ति एव, परन्तु अजादिः जातः, अतः ईति अजादिपित् अस्ति, तर्हि अजादिपितः सामान्यकार्यं भवति अत्र रुयोग ईति सर्वधातुकार्धधातुकयोः इत्यनेन गुणः रोयोग ईति इचोयवायावः इत्यनेन अव् आदेशः रेफयोग अव् योग ईति रवीति अस्ति. तर्हि यदि ईडागमः भवति तर्हि किं भवति, तस्य प्रक्रिया अत्र दत्तमस्ति. रुयोग तिप् तिप् केवलं ति अवशिष्यते, अत्र हलादि अस्ति, तुरुस्तु संयमः सार्वधातुके इत्यनेन इडागमः ईडागमः भवति, अतः परिभाषासूत्र अद्यन्तौ टकितौ इत्यनेन ईट् भवति, टकारस्य लोपः भूत्वा केवलम् ई अवशिष्यते, इदानीं भवति ईति रुयोग ईति. अत्र पित् अस्ति, हलादिपित् अस्ति चेत् उतो वृद्धिर्लुके हलि इति भवति, इत्यनेन वृद्धिः भवति, परन्तु इदानीम् अजादि अस्ति, अतः अजादि पित् अस्ति, अतः सार्वधातुकार्धधातुकयोः इत्यनेन गुणः भूत्वा रु रो भवति, रो योग ईति. इदानीं सन्धिकार्यम् इतो यवायावः इत्यनेन अवादेश भूत्वा रवीति भवति. अग्रे पठामि भगिनि. न इति इदानीम् अत्र प्रश्नः जायते, अत्र तुरुस्तु संयमः सर्वधातुके इत्यनेन ईडागमः, उतो वृद्धिर्लुकि हलि इत्यनेन वृद्धिकार्यं, तर्हि अत्र किमर्थम् उतो वृद्धिर्लुकि हलि इत्यनेन वृद्धिकार्यं प्रथमतया भवेत् तदनन्तरम् ईडागमः भवेत्, किमर्थं तथा नास्ति इति चिन्तनं कर्तुं शक्नुमः, तद् अनन्तरं वयं पश्यामः. तर्हि भगिनी धन्यवादः. इदानीम् अग्रे तत्र किं मीना भगिनी पठति वा? धन्यवादः भगिनि. इदानीं ध्वनिः न्यूनं कृतवती. रुयोगः रुयोगः तः रुयोगः ईट् योगः तः रु योगः ईतः तः अहलादि अपित् आसीत् किन्तु अधुना ईतः अजादि अपित् अस्ति ईतः अजादि अपित् अतः अचिष्णुद्वां युवोर्यङौ इत्यनेन उवङ् आदेशः भवति योगः ऋ योगः उव् भग उव् योगः ईतः रुवीतः भवति तत्र रु तः इति हलादि अपि तस्ति रु ईडागमः तुरुस्तु संयमः सार्वधातुके पित्वा अपित्वा तत्र ईडागमः भवति रु ईट् योगः तः तत्र टकारः इत्संज्ञा भवति रु योगः ईतः तः हलादि अपित् अस्ति हलादि अपित् आसीत् किन्तु अधुना इदानीम् ईडागमनेन अजादि भवति, अजादि अपि भवति, रु ईतः इति भवति, न तु रुतः. अचिष्णु ब्रु अचिष्णु धातु ब्रुवां योन् सूत्रेण उवङ् आदेशः भवति. उव् रु उकारस्य उव् भवति, तत्र रुवीतः इति रूपं भवति. प्रत्ययः अजादि अस्ति चेत् ईदागमः न भवति. यदा अजादि अपित् अजादि अपित् अन्ति अथवा अजादि पित् आनि इति कृतं तत्र अजादि पित् अजादि तत्र लोट्लकारे आनि आवयामि तत्र अजादि पित् भवति. अजादि अपित् इति स्थितः अन्ति तत्र अजादि अपित् भवति. तत्र ईडागमः भवति अपित्वा अपित्वा रु योगः अन्ति ईडागमः न भवति. अजादिः अस्ति चेत् ईडागमः न भवति, केवलं हलादि सार्वधातुके एव ईडागमः. अतः अजादि प्रत्ययः अस्ति चेत् ईडागमः न भवति. अस्तु अस्तु. पित्वा पित्वा पित्वा भवति, परन्तु हलादि हलादि अस्ति चेत् एव ईडागमस्य विकल्पः भवति. रु योगः अन्ति तत्र तूतः तुताम् स्थितः अन्ति तत्र अचिष्णु त्वां युवयङ् वा इत्यनेन उवङ् आदेशः भवति. ऋ उव् अन्ति रुवन्ति तत्र तत्र अजादि अजादि अपित् भवति तत्र तस्मात् ओ अचिष्णु ध्रुवाम् एव कार्यं करोति. रुवन्ति हलादि नास्ति. रु आनि तत्र आनि तत्र पित् भवति सर्वदात्कार्थेन गुणः भवति. रो आनि भवति. तदनन्तरं एचो यवहति रघु भवति आदेशः. ऋ औ आनि रवाणि आदेशप्रत्ययः इति नत्वं भवति. आदेशप्रत्ययोः इति नत्वं वा न न न शत्वं तत्र किल किमर्थं रषाभ्यां नो नः अक्कुप्पां अक्कुप्पां अक्कुप्पां योः अत्र तत्र नत्वं भवति. तर्हि सारांशः अत्र यत् तूरुस्तूषम् अम् इत्येषां धातूनां रूपाणि द्विविधा भवन्ति. ईडागमः अस्ति चेत् अपि तु ईडागमः नास्ति चेत् अग्रे पठामः वा? तावदेव भगिनी, धन्यवादः. समीचीनं समीचीनतया उक्तवती. इदानीं किञ्चित् अत्र सूत्रमेकवारं पठामः. तत्र लक्ष्मीभगिनी पठति वा अग्रे सूत्रं? त्वयि धातु स्तुतौ अपि अदादौ ततः पर पठतु एकवारं. कुतः भगिनि? अग्रे त्वयि धातुः स्तुतौ अपि अदादौ अग्रे तत्र रूपाणि इति. आम् आम् आम् आम् आम् स्तुञ्धातुः श्रुतौ अपि अदादौ कार्यं तथैव. ईट् अपेक्षे यु धातुवत् स्तौति, इट् पक्षे सवीति इत्यादीनि रूपाणि. तु धातुः सौत्रो धातुर्गतिवृत्तिहिंसासु इति धातुपाठे नास्ति, किन्तु अदादिगणीयः इति मन्यन्ते. रूपाणि रु धातुवत् तौति तवीति इत्यादिकम् अत्र अस्माकम् उकारान्तधातुषु ष्टुञ् इति धातुः अपि अन्तर्भूतः. ष्टुञ् धातुः सुतौ इति अर्थे अस्ति. अदादिगणीयः. अत्रापि समानकार्यं भवति. यत्र ईटागमः न भवति तत्र तु यु धातुवत् यौति युतः युवन्ति इति रूपाणि भवन्ति. सौति स्तुतः स्तुवन्ति इति. ईट् पक्षे यत्र ईडागमः भवति तत्र तु सवीति इत्यादीनि रूपाणि भवन्ति इति अत्र उक्तं. तथैव तु इति धातुः च तु सौत्रो इति इत्यस्मिन् अर्थे तः सौत्रो धातुः गतिवृद्धिहिंसा न इत्यस्मिन् अर्थे न सौत्रः धातुः इति. सौत्रः इत्युक्ते किम्? सूत्रं सूत्रस्य सूत्रस्य भावः सौत्रः इति वा? सौत्रः इत्युक्ते धातुपाठे नास्ति इत्यर्थः. धातुपाठे नास्ति परन्तु सूत्रेषु उक्तः इति कृत्वा सौत्रः. सूत्रेषु पाणिनीयसूत्रेषु उच्यते परन्तु धातुपाठे नास्ति इति कृत्वा सौत्रः. ओ अस्तु भगिनि. तु इति धातुः सौत्रः इत्युक्ते सूत्रेषु एव उक्तः, धातुपाठे नास्ति. गतिर्वित्तिहिंसासु इति अर्थे प्रयुक्तः, सः धातुः धातुपाठे नास्ति किन्तु अदादिगणीयः इति मन्यन्ते. रूपाणि रू धातुवत् एव भवति. तौति तवीति इत्यादि इत्युक्ते यत्र इडागमः न भवति तत्र तु तौति तुतः तुवन्ति इति रूपाणि. यत्र ईडागमः भवति भवति तत्र तु तवीति इत्यादि रूपाणि भवन्ति इति अत्र उक्तमस्ति. इत्युक्ते अत्र पुत्रे भगिनि सूत्रेस्तु धातुमस्ति खलु. आम् आम्. तुरुस्तु शम्यमः सार्वधातुके तु रु स्तु शम् अम् एभ्यः धातुभ्यः हलादिसार्वधातुकतिङ् प्रत्ययस्य विकल्पेन इडागमः भवति. तु गतिवृत्तिहिंसासु इति धातुः सौत्रः अस्ति, अर्थात् उल्लेखः धातुपाठे नास्ति, केवलं सूत्रेषु एव उच्यते. शम उपशमे अयं दिवादिगणस्य धातुः अस्ति. अम इति भ्वादिगणीयस्य भ्वादिगणस्य धातुः अस्ति. अनयोः धातोः विषये इडागमः केवलं छन्दसि एव भवति, न तु लोके, यतोहि लोके मध्ये विकरणप्रत्ययः आयाति. किन्तु वेदे तु विकरणस्य लोपः भवितुमर्हति बहुलं छन्दसि इति सूत्रेण. तुश्च रुश्च तुश्च शमिश्च अं च तेषां समाहारद्वन्द्वः तुरुस्तु शम्यं, तस्मात् तुरुस्तु शम्यमः. तुरुस्तु शम्यमः पञ्चम्यन्तं सार्वधातुके सप्तम्यन्तं द्विपदमिदं सूत्रम्. उतो वृद्धिर्लुकि हलि इत्यस्मात् हलि इत्यस्य अनुवृत्तिः. भूस्तुवोस्तिङि इत्यस्मात् तिङि इत्यस्य अनुवृत्तिः. भ्रुवः इट् भ्रुवः ईट् इत्यस्मात् ईट् इत्यस्य अनुवृत्तिः. यङो वा इत्यस्मात् वा इत्यस्य अनुवृत्तिः. अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं. तुरुस्तु शम्यमः अङ्गात् ईट् वा हलि सार्वधातुके तिङि. अत्र इदं सूत्रम् अस्य सूत्रस्य अर्थः अस्ति यत् कानिचन केचन धातवः ते तु रु स्तु शम् अम् इति पञ्चधातवः, एतेभ्यः धातुभ्यः ईडागमः ईटागमः भवति. कदा इति चेत् सार्वधातुकहलादि तिङ्प्रत्यये परे यथा अस्ति तथा ईटागमः भवति इति वदति. तर्हि अनुवृत्तिसहितसूत्रमस्ति. तुरुस्तु शम्यमः अङ्गात् इत्यभ्यः धातुभ्यः ईटागमः भवति विकल्पेन इति अपि अस्ति. हलि सार्वधातुके तिङि, हलादि सार्वधातुक तिङन्तप्रत्ययः परे यथा अस्ति तथा तु रु स्तु शम यम शम अम् इत्यभ्यः धातुभ्यः ईटागमः विकल्पेन भवति इति इदं सूत्रं वदति. समीचीनं भगिनि. अत्र शमि इति कीदृशरूपं? शमि इति इका निर्दिष्टः अस्ति. अत्र तु रु स्तु अम् इत्येतेषां निर्देशः इका वा स्थिपा वा न कृतः, परन्तु केवलं शम्धातोः कृतः अस्ति. तुरुस्तु शम्यमः इति तुरुस्तु शम्यमः इति इत्यस्य विभक्तिः पञ्चम्यन्तं खलु. शम्यमः अङ्गात् ईडागमः कस्य भवति? ईटागमः प्रत्ययस्य कथं जानीमः? अत्र अत्र तु वस्तुतः सप्तम्यन्तं पदमस्ति, अङ्गात् पञ्चमी अपि अस्ति. अत्र कश्चन परिभाषा अस्ति पञ्चमी निर्दिष्टः इति किम् अस्ति परिभाषायाः कार्यं किम् इति वदतु कार्यं किम् इति चेत् सूत्रे इदानीं आगमस्य कस्य आगमः इति न निर्दिष्टम् अत्र हल सप्तम्यन्तं पदमपि अस्ति पञ्चमी अपि अस्ति पञ्चमी अपि च सप्तमी अस्ति चेत् पञ्चमी एव बलीयः इति अस्ति तर्हि कस्य कार्यम् अङ्गात् परं यः वर्णः अस्ति तिङ् प्रत्ययः अस्ति तस्य एव बलम् अधिकं भवति तस्यैव ईडागमः भवति इति अर्थः स्यात् इदानीम् ईडागमः धातुः अस्ति ईटागमः धातुः अस्ति धातुः परम् तस्य बलात् अङ्गात् इति स्वीकृत्य तदनन्तरं तिङ् प्रत्ययः अस्ति अतः तिङ् प्रत्ययस्य ईडागमः भवति इति निर्णयः क्रियते समीचीनं सम्यक् इति एव अस्ति अत्र पश्यन्तु सर्वे अत्र अनुवृत्तिसहितसूत्रे तुरुस्तु शम्यमः अङ्गात् हली सार्वधातुके तिङि ईट् वा इति अस्ति तर्हि अत्र षष्ट्यन्तं पदं नास्ति यत्र ईड् आगमः भवति तत्र षष्ट्यन्तं पदं भवति खलु आर्धधातुकस्य एड् वलादेः आर्धधातुकस्य ईड् वलादेः इत्यत्र आर्धधातुकस्य इति षष्ट्यन्तं पदमस्ति एवम् अत्र षष्ट्यन्तं पदं न दृश्यते पञ्चम्यन्तं पदमस्ति सप्तम्यन्तं पदमस्ति पञ्चम्यन्तं पदमस्ति चेत् परकार्यम् सप्तम्यन्तं पदमस्ति चेत् पूर्वकार्यं तर्हि कुत्र अस्ति कार्यम् इति न जानीमः क्लेशः अस्ति अत्र अतः परिभाषायाः प्रयोगः उभयनिर्देशे पञ्चमीनिर्देशः बलीयान् यत्र उभयनिर्देशः अस्ति पञ्चमीनिर्देशः अपि अस्ति सप्तमीनिर्देशः अपि अस्ति तदानीं पञ्चमीनिर्देशः एव बलीयान् इत्युक्ते पञ्चमीविभक्तिः विभक्तेः प्रबलत्वं वर्तते इति कृत्वा परकार्यं भवति परकार्यम् इत्युक्ते तत्र पञ्चमीविभक्तेः अनन्तरं कार्यं भवति पञ्चमीविभक्तेः अनन्तरं किम् अस्ति सप्तमीविभक्तिः इदानीं सप्तम्यन्तं पदस्य षष्ट्यन्तरूपेण अस्माभिः ग्राह्यं षष्ट्यन्तरूपेण स्वीकृत्य सप्तम्यन्तं पदं षष्ट्यन्तरूपेण स्वीकृत्य इति कृत्वा अत्र हली सार्वधातुके तिङि इति अत्र उक्तम् इत्युक्ते हलः सार्वधातुकस्य तिङ्गः ईडागमः भवति इति सूत्रार्थः भवति तुरुस्तु शम्यमः अङ्गात् हलः सार्वधातुकस्य तिङ्गः ईड् वा इति भवति तर्हि प्रत्ययस्य ईडागमः भवति इति अवगम्यते यद्यपि सूत्रे साक्षात् तथा न अवगम्यते परन्तु परिभाषायाः सहायेन एवम् अर्थः भवति सूत्रे किमर्थं तादृशं न दत्तं भगिनि हलः सार्वधातुकस्य तिङ्गः इति किमर्थं न दत्तम् यतोहि अत्र हलि इति पदस्य पूर्वसूत्रात् अनुवृत्तिः अस्ति अनन्तरं सार्वधातुके इति पदं सप्तम्यन्तं पदमेव सूत्रे अस्ति भोस्तिङ्गि इत्यस्मात् तिङ्गि इति पदमपि अनुवृत्तम् अस्ति तर्हि सूत्रे नास्ति सूत्रे यथा अनुवृत्तिः अस्ति तथा वयं स्वीकुर्मः परन्तु तेन अर्थावगमनं न भवति इदानीं तत्र विभक्तेः परिवर्तनं भवति विभक्तेः परिवर्तनम् अस्माभिः कर्तुं शक्यते परन्तु किमर्थं क्रियते इति वक्तुं न शक्यते खलु यतोहि इदानीं संशयः अस्ति अङ्गस्य ईडागमः वा प्रत्ययस्य ईडागमः वा इति स्पष्टता नास्ति अत्र तदर्थं परिभाषा वर्तते अस्तु इदानीं रूपसिद्धिं वयं किञ्चित् कुर्मः तर्हि अत्र लटि किं विजयभगिनी वदति वा लटि विजयभगिनी वदति इण्टर्नेट् न भवति इति भगिनि आं महोदय सा तु भिन्ना विजयलक्ष्मी भगिनी विजयलक्ष्मी अत्र दातु रु दातु महोदय रु इति दातु अत्र एतदपि एकस्मिन् पक्षे किं भवति अत्र रु इति दातु अस्ति अनन्तरम् अत्र इदानीमेव दृष्टवन्तः एकं सूत्रं तुरु संयमः सार्वधातुके इति सूत्रेण अत्र एतत् सूत्रेण अत्र धातुभ्यः हलादि सार्वधातुके स्विङ् प्रत्ययस्य विकल्पेन ईट् आगमः भवति, अतः तत्र ईट् आगमः भवति. इदानीम् अत्र रु अस्ति, उकारः अस्ति, तत्र स्थाने सार्वधातुक अर्धधातुकयोः इत्यनेन रौ भवति. इदानीम् अत्र रौ न रो, हा रो. इदानीम् अत्र किं भवति, ईट् अस्ति, सकारः तु हलन्त्यं तस्य लोपः इत्यनेन ईत् भवति, ई एव तिष्ठति. अनन्तरं सि अस्ति. इदानीम् अत्र रो रो अस्ति, ओकारः, तत् स्थाने एचो एव यावः इत्यनेन अवादेशः भूत्वा रौ भवति. अनन्तरम् ई योजनेन रवि भवति, सि योजनेन रवीति इति भवति. अनन्तरमत्र किं भवति, अत्र अन्यस्मिन् पक्षे रु अस्ति, अत्र ऊतो वृद्धिर्लुकि इत्यनेन वृद्धिः भवति, अतः उकारस्य स्थाने औकारः भवति रौ. अनन्तरम् अत्र ति योजनेन रौति इति भवति. इदानीं तः अस्ति, तः अत्र इदानीं पूर्वं दृष्टवन्तः, अत्र रौ रु अस्ति, ईट् आगमः भवति. अनन्तरम् अत्र इदानीमत्र अजन्तमस्ति अच्वर्णः, अतः तत्र अचिष्णुधातु गुरुवाङ् युव रियं गुवङ्गौ इत्यनेन उकारस्य स्थाने वकारः भूत्वा रौ भवति. अनन्तरम् ईट् आगमः, ईट् आगमः, अनन्तरं रवीति इति भवति. रौ ई टि रवि तत तः अतः अतः रव रु इति दातु खलु, रुवीति. आमां रुवीति इति भवति. न न एकवचने वदति वा द्विवचने वदति वा? द्विवचने प्रथमं रवीति इति मया उक्तम्, इदानीं प्रथमपुरुष द्विवचनं रवीतः इति भवति. रवीतः इति कथं रुयोगः रुवीतः? आमां महोदय, रुवीतः रु तिष्ठति एव, अत्र वकारस्य स्थाने एव, अत्र उकारस्य स्थाने एव अत्र अचिष्णुधातु कार्यं भवति, अतः तत्र रूप योगक ई रुवीतः इति भवति. अनन्तरम् अत्र अन्ति भवति, तत्र रुवीतः. अन्यस्मिन् पक्षे अत्र अन्यस्मिन् पक्षे किमपि कार्यं नास्ति, तः योजनेन ऋतः एव, ऋतः रुवीतः इति भवति. इदानीम् अन्ति अस्ति, अन्ति अलादि अपि अलादि वा अजादि? अजादि अजादि अपि अस्ति, तत्रापि अचुवर्णः, अतः तत्र अचिष्णुधातु ब्रुवाङ् युवो रियं वङ्गो इत्यनेन रु इति स्थाने उकारस्य स्थाने वकारक भूत्वा रू भवति. उकारस्य स्थाने उव् भवति, न तु उकारः. उकारस्य स्थाने उव्, उकारस्य स्थाने रुव् भवति, अन्तियोजनेन रुवन्ति इति भवति. इदानीम् अत्र रु भवति, उकारस्य स्थाने वृद्धिः भवति, अतः तत्र रौ भवति. रौ योगगति न न मध्यमपुरुषे एकवचनं, रौ योगः सि भवति. अत्र इन्कोः इत्यनेन आदेशप्रत्ययोः कार्यं भवति, अतः तत्र दन्त्यसकारस्य स्थाने मूर्धने शकारः भूत्वा रौषि इति भवति. अनन्तरं तदेव अत्र पूर्वं दृष्टवन्तः, उकारस्य स्थाने किं भवति, अत्र ओकारः भवति, ओकारः सार्वधातुक अर्धधातुकयोः इत्यनेन. अनन्तरम् अत्र ओकारस्य स्थाने अवादेशः भवति एचो एव यवः इत्यनेन. अनन्तरं रव रवि योगः सि भवति, तत्र अपि आदेशप्रत्ययोः कार्यं भवति, अतः तत्र रवीषि इति भवति, रवीषि. अनन्तरमत्र ईट् आगमः अपि भवति इति अतः एव मया उक्तं रमीशी इति ईट् आगमः भवति एव एतत् तुरुस्तुष्यं यमः सार्वधातुके इत्यनेन एव अत्र ईट् भवति अतः रवि अत्र रु योगः ईट् आगमः अनुबद्धलोपानन्तरम् ई एव तिष्ठति इदानीम् अत्र तः भवति ऋतः एव अनन्तरमत्र इदानीमत्र रु रु भवति तत्र अपि ईट् आगमः अत्र तत्र किं भवति ईट् अचिस्तु गुरुवाङ् इवोर् इयङ् उवङ्गौ इत्यनेन कार्यं भवति अतः रु भवति योगः हि अनन्तरं तः रुवि तः इति भवति वर्णमेलनेन अन्तिमम् इदानीं ऋतो भवति अनन्तरम् अत्र रुवीत इति भवति इदानीम् अत्र मी वहमः मी अत्र ऋतो वृद्धि न उतो वृद्धि उतो वृद्धि लुकि हलि इत्यनेन अत्र वृद्धिः भवति अतः रौ भवति उकारस्य स्थाने ओकारः भूत्वा रौ अनन्तरं मी योजनेन रौमि इति भवति इदानीमत्र रु अस्ति तत्र उकारस्य स्थाने ओकारः भवति सार्वधातुक अर्धधातुकयोः इत्यनेन अतः रो भवति इदानीं रु ओकारस्य स्थाने अवादेशः भूत्वा रौ इति भवति ई अस्ति रवि रवीमि इति भवति रवीमि इति भवति अनन्तरम् अत्र वः रुवः इति भवति इदानीं दृष्टवन्तः रवीमि तदैव अत्र अपि रवीवः रवीमः इति भवति महोदय धन्यवादः रवीवः रवीवः इति अहं महोदय रुवीवः रुवीमः रवीमि इति उत्तमपुरुषे एकवचने भवति द्विवचने बहुवचने अत्र रुवीवः रुवीमः इति भवति न एकमेव रूपं न इति रूपद्वयं रुवः रुवीवः रुमः रुमीमः रुवीमः अस्तु अस्तु समीचीनं धन्यवादः तर्हि इदानीम् अरुणा भगिनी लोटि रुयोगः तु इति अपित् अस्ति सर्व अतः प्रथमसूत्रेण अतो वृद्धि लुकि हलि इति सूत्रेण वृद्धि भवति रौ योगः ति रौति भगिनि रौतु अन्यरूपमस्ति ईडागम भवति रौ रु योगः योग तु प्रथमं गुणं भवति रो योग इति इतु यचो यवः प्रथमगुणं भवति एक सर्वधातुक इत्यनेन रो भवति रो वन्तु भगिनि न रो ओकारः अनन्तरम् अजादि प्रत्ययः चेत् एचोयवायावः रव् रवीतु रवि ओ रवीतु तात् अपित् अस्ति अतः अपित् अस्त्यपि हलादि अस्ति अतः पठे तत् सूत्र तुरुस्तु संयमः सूत्रेण विकल्पेन विकल्पेन ईडागमः भवति ईडागमः भवति सो रु योगः ई योगः तात् यजो प्रथमं गुणः तदनन्तरम् ऐशोयावः न रवि न न तात् इति प्रत्ययः अपित् प्रत्ययः नित् अस्ति सार्वधातुक केवलं हलादि सार्व सूत्रम् ईतात् ईतात् इति प्रत्ययः अपित् प्रत्ययः अस्ति निद्वत् नित् अस्ति क्षम्यतां नित् प्रत्ययः अस्ति ओ या या या ओके सो केवलं अजादिप्रत्ययः अस्ति चेत् किं भवति रवितात् न न न अजादिप्रत्ययः अस्ति चेत् किं कार्यं भवति उवङ् आदेशः उपादेशः रुवीतात् ओके रुवीतात् तदनन्तरं तां तां ताम् अन्तु ताम् अपि अस्ति अतः न तत्र रुवीतात् इत्यत्र अपि एकमेव न न भगिनि जलं जसन्ति रविदात् तदन्तं न तत्तु अस्ति परन्तु तत्र ईरागमः एकस्मिन् पक्षे भवति खलु अन्यस्मिन् पक्षे किमस्ति रूपं रुयोगः तात् तत्र तुरुस्तु शम्यमः सार्वधातुके इति सूत्रेण ईडागमः विकल्पेन भवति हलादि सार्वधातुके तर्हि अत्र तात् प्रत्ययः हलादि सार्वधातुकः अतः एकस्मिन् पक्षे ईडागमः अन्यस्मिन् पक्षे ईडागमः नास्ति अतः रुयोगः तात् किं भवति तावदेव अग्रे तादात् हलादि अस्ति केवलम् इडागम न भवति न किमर्थं इडागमः न भवति विकल्पेन इडागमः भवति खलु हलादि सार्वधातुके अपि तस्य अपि भवति ओ ओके रुवितां न भगिनि अत्र रुयोगः इताम् ईडागमः भवति ईतां रुयोगः ईताम् इदानीं किं भवति ओ अचिष्ण दातु रवितां एकस्मिन् पक्षे अन्यस्मिन् पक्षे यत्र ईडागमः न भवति रवितां ऋतां केवलं वर्णमेलनं केवलं वर्णमेलनं ओके अग्रे ताम् अन्तु अजादि अपि रुवीताम् इति उक्तवती ऋतां रुवीताम् अग्रे अन्तु अजादि अपि अस्ति अतः इडागमनं न भवति केवलम् अजिष्णुधातु इति सूत्रेण रवन्तु भवति रुवन्तु अग्रे रवन्तु भगिनि रवन्तु न रु इति दातु खलु रुवन्तु रुवन्तु अचिष्णुधातु ब्रुवम् इति सूत्रेण उव आदेशः भवति उकार वकार रुवन्ति रुविन् रुवन्तु रुवन्तु भवति हलादि अपित् अस्ति हलादि अपित् अस्ति चेत् तुरुष्टुसंयमः इत्यनेन विकल्पेन इडागमः भवति सारदाति कर्तते कर्तते हि योगः इ रुयोग ईः विकल्पेन भवति खलु किं भवति अत्र ईः यचोयावः इति सूत्रेण न भगिनि यत्र यत्र अजादिप्रत्ययः अत्र तत्र एकमेव कार्यमस्ति खलु अचिष्णुधातु ओके रुवीः एकस्मिन् पक्षे रुवीः अन्यस्मिन् पक्षे रुयोग इदागमना केवलं वर्णं रुहि रुहि रुहि तावदेव तात् अत्र तात् इति किं प्रत्ययः सो गुणः नास्ति ऋतात् ऋतात् इति एकं रूपम् अन्यत् ऋतात् ऋदाद् ऋतात् न तावदेव अस्ति न हलादिप्रत्ययः अस्ति चेत् तत्र एकं कार्यम् अस्ति खलु सर्वत्र तुरुस्तु शम्यमः इति कार्यं सर्वत्र भवति खलु हलादि अस्ति चेत् अत्र तात् हलादिः अस्ति अतः किमर्थं चिन्तनं रूपद्वयं तु भवति एव रवितात् भवति भगिनि ऋतात् रवितात् रवितात् तम् अपि अत्र इदागम भवति न केन सूत्रेण भगिनि अजादिप्रत्ययः एकमेव कार्यं अचिष्टु दातु भगिनि रुवितम् तदनन्तरं अत्र रूपद्वयम् अस्ति इडागमः भवति भगिनि यस्मिन् पक्षे इडागमः भवति तत्र रुवीताम् इति उक्तवती यस्मिन् पक्षे इडागमः न भवति तत्र किं भवति तम् इति प्रत्ययः खलु इडागमः नास्ति किमपि कार्यं नास्ति योजयतु वर्णं ऋतं भवति ऋतम् ऋतं ता अत्र रूपद्वयम् अस्ति ऋवीत भवति अनन्तरम् आनि आव आम सर्वे पित् अस्ति गुण पित् अस्ति चेत् उर्णित विभाष ऊर्णुधातुः नास्ति खलु रुधातुः खलु इत् अस्ति चेत् गुणः तावदेव करोतु रुयोगः आनि आनि रुयोगः आनि रवाणि रवाणि रवाणि ऋण णत्वं णत्तं भवति रवाणि केन सूत्रेण णत्वम् अत्कुप्वाङ्सूत्रेण अग्रे आनि आव रवावीव रवावीव वा किमर्थं रुयोगः आव गुणः एचोय वायवः रो रव रवावः रवाव रो रव रो रम रवाव रवाम किमर्थं भगिनि क्लेशः भवती सर्वं जानाति खलु जानामि पश्यामि परन्तु किमर्थं भवत्याः संशयः जातः भवती सर्वं जानाति इति अहं जानामि अस्तु समीचीनम् अस्तु धन्यवादः इदानीं लङ्लकारे तत्र किं सूर्यकुमारी भगिनी वदति वा हा भगिनि धातुः अस्ति रु लङ्लकारप्रथमम् अडागमः भवति अरु भवति अरुयोगः पित् प्रत्ययः अस्ति एकपक्षे गुणभूत्वा अरौत् भवति, अन्यत् पक्षे ईडागमः भवति चेत् अरुयोगः ईत् अरुयोगः किमर्थम् एकस्मिन् पक्षे गुणः भवति? ओ वृद्धिः भवति वृद्धिरुकि हलि अरौत् भवति, अन्यत् पक्षे ईडागमः भवति चेत् अरुयोगः ईत् अरुयोगः ईत् अचिस्नु धातुभ्रुवम् इत्यनेन. परन्तु ईत् प्रत्ययः कीदृशप्रत्ययः? पित्वा पित्वा क्षम्यताम् अरौत् अरोत् भवति गुण भवति चित् अस्ति चेत् गुणः भवति चेत् किं भवति? अरुयोगः ईत् अरो योगः ईत् अरवीत् भवति. ताम् अरवीत् अरवीत् अरवीद् अपि भवति जलं जलं ओके. द्विवचने अरुयोगः ताम् तत्र अरियोगः ताम् अरुतां प्रथमं रूपम् ईरागम भवति चेत् अरुवतां भवति. किमर्थम् अरुवताम्? अरुयोगः ईताम् अजादिः अस्ति खलु प्रत्ययः उवारेत भवति अरुवीतां भवति. अरुयोगः अन् अत्र अजादि अपि तस्ति उवङ्गादेश भवति अरुवन् भवति. मध्यमपुरुष प्रथम एकवचनं क्षम्यताम् अरुयोगः सकारः पित् अस्ति अरौः भवति अरौः भवति अरौः विसर्ग भवति अरुयोगः ईस् ईस् पित् अस्ति अरो योगः ईस् औ अवादेश आवादेश भवति अरवाः भवति. किम् अरवाः इति वा? ईः इति प्रत्ययः खलु ईडागमः सकारः ईः अरुयोगः ईः अरुयोगः ईः अरवीः भवति अरवीः अग्रे तम् अपि प्रत्ययः अस्ति अरुतं प्रथमरूपम् अरुयोगः ईत्थं तत्र अचिस्नु धातु इत्यनेन उवादेश भवति अरुवथं भवति. अरुवतम् इति किमर्थम्? अरुयोगः ईतम् अरुयोगः ईतम् अरुवीतं क्षम्यताम् अरुवीतं तदेव तकार बहुवचने अपि अरु एकमेव रूपं वा अरुतम् इति रूपम् उक्तवती वा? रूपद्वयं खलु भवामि भगिनि उक्तं ओके अग्रे गच्छ. अरुत् बहुवचने अरुत अरुयोगः ईडागम भवति विकल्पेन अरुयोगः ईत अरुवीता भवति. उत्तमपुरुष अरियोगः अहं तत्र पित् अस्ति अरौ अरौ भवति अरौ योगः अम् क्षम्यतां भगिनि तत्र अलादि अस्ति हलादि कथम् अम् इति प्रत्ययः हलादि अस्ति तत्र वृद्धि न भवति गुण एव अरो योगः अम् अरवं भवति अरुयोग द्विवचने अरुयोगः वा हलादि अस्ति अपि अस्ति अरुव प्रथमरूपं वर्णमेलनं विकल्पेन ईव भवति अरु अच्छिस्नुधातु ध्रुवं प्रसङ्गः अस्ति अरु ीव भवति तदेव अरुवीव अरुवीव खलु अरुम् अरुम् अरुम अरुवीम उत्तमपुरुषः ओके समीचीनम् उत्तमम् अस्तु तर्हि किं शोभाभगिनी विधिलिङ्गि वदति वा आं भगिनि विधिलिङ्गि तत्र अपि प्रत्ययः यात् यातां युः इति प्रथमपुरुषे तत्र रुयोगः यात् तत्र केवलं रुयात् इति भवति अथवा रुयाद् इति जस्त्वम् इदानीं रुयोगः यातां क्षम्यतां तत्र रुयात् रुयाद् इति तत्र इडागमः न भवति चेत् इडाग ईट् ईट् आगमः भवति चेत् रुयोगः ईट् आगमः तत्र तुरुस्तु संयमः सार्वधातुके इत्यनेन तर्हि तत्र रुयोगः ई योगः यातां भवति प्रथमपुरुषे एकवचने यात् रूपं किम् अस्ति न न तत् उक्तवती खलु रुया एकं रूपम् उक्तवती तत्र एकमेव रूपं वा हा क्षम्यताम् रुयात् रुयाद् तदनन्तरं इदानीं तत्र ईडागमः भवति चेत् तत्र रु योगः ई इट् ईट् इत्यस्य ई योगः यात् भवति तर्हि तत्र अचिष्णुधातु भ्रुवाम् इत्यनेन किं तत्र रु इत्यस्य उ आदेशः रुव् रुव् ईतां क्षम्यतां हा ईयाताम् ईयात् रुवीयात् इति भवति रुवीयात् तर्हि हा रुयात् रुयाद् रुवीयात् रुवीयाद् तथा एव रु इति आदेशः पुनः तत्र किं द्विवचने रुवी याताम् इति रूपं नो चेत् रुयाताम् इति ईडागमस्य अभावे अपि च रु योगः युः इदानीं तत्रापि रुयुः इति ईडागमस्य अभावे नो चेत् पुनः तत्र रु इत्यस्य रुवि इति भवति रुवियुः इति भवति ईडागमस्य पक्षे मध्यमपुरुषे रुयाः नो चेत् रुवीयाः रुयातं रुवीयातं रुयाता रुवीयाता रुयां रुवीयां रुयाव रुवीयाव रुयाम रुवीयाम इत्युक्ते तत्र एकस्मिन् पक्षे केवलं रुयोगः प्रत्ययः ईडागमः भवति चेत् तर्हि तत्र वि इति रूपं रुवि इति रूपम् आगच्छति अपि च तत्र सर्वत्र रूपद्वयम् इति तु भवति तत्र अस्तु भगिनि सम्यक् धन्यवादः तर्हि अत्र इदानीं तत्र रुधातोः रूपाणि साधितानि तर्हि ततः अग्रे अस्माकं विषयः अस्ति तत्र अन्यधातवः अपि सन्ति तत्रापि एवमेव रूपाणि रुधातुवतेव सर्वाणि रूपाणि स्तु रु स्तु शम् अम् इति सर्वेषाम् एवमेव रूपाणि अतः गृहपाठरूपेण पश्यन्तु कथं भवति रूपाणि इति. तर्हि अनन्तरं नुङ्ग् नुङ्ग् इति रूपम् इति धातुं वयं पश्यामः अग्रिमसप्ताहे. नुङ्ग् इति अस्तु. तर्हि अत्र स्थगनं कुर्मः. धन्यवादः. नमस्कारः. धन्यवादः. नमस्कारः भगिनि. नमस्कारः.